सर्वेभ्यो नमः. ओ एकनिमिष एकनिमिष तत्र ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. धन्यवादः महोदय. धन्यवादः. सर्वेभ्यो नमः. अस्माकं प्रवर्तमानः विषयः अस्ति चतुर्थी विभक्तिः. अस्मिन् विषये वयं किञ्चित् अभ्यासं कृतवन्तः, अपि गतवर्गे एकां कथां पठितवन्तः, धानम् इति कथा. तत्र एकवारं पठित्वा तत्र पङ्क्तिशः परिशीलनं सर्वदा कुर्मः, तद् कुर्वन् स्मः इति मन्ये. अतः तत्र कोऽपि तत्र सर्वेषां पार्श्वे अस्ति खलु तत्र धानम् इति कथा? आं महोदय. अस्तु. हा, तत्र प्रायशः प्रथम द्वितीय अपि तृतीय अपि तत्र तस्मिन् विषये तत्र परिशीलितवन्तः इति मन्ये. प्रथमपरिच्छेदः, द्वितीयपरिच्छेदः, तृतीय अपि. किन्तु प्रथमपरिच्छेदे किम् उक्तम् इति कोऽपि वदति वा? तत्र शोभा भगिनी किञ्चित् प्रयासं करोति वा? सन्दर्भः कः इति, धानम् इति कथया कथायां. तत्र एकवारं पठित्वा वदामि महोदय. तदपि करोतु भगिनि, चिन्ता मास्तु. कश्चन राजा स्वस्य गुरोः महात्म्यं श्लाघमानः सहर्षं गुरवे दुकूलवस्त्राणि उपायनत्वेन समर्पितवान्. अनेन प्रमुदितः गुरुः तानि वस्त्राणि परिगृह्य गृहं प्रति प्रस्थितवान्. मध्ये मार्गं तेन कश्चन भिक्षुकः दृष्टः. तस्य निर्गतिकावस्थायाः दर्शनात् गुरोः मनसि महती करुणा उत्पन्ना. अतः सः स्वनिकटे स्थितानि राज्ञा दत्तानि वस्त्राणि तस्मै दत्त्वा अग्रे गतवान्. तावदेव वा? महोदय, तत्र एकः राजा आसीत्. सः स्वस्य गुरुम् एकम् उपायनं दातुम् इष्टवान्. हा भगिनि, भगिनि, तत्र गुरुम् इति न खलु, तत्र किमपि दातुम् इच्छामश्चेत् गुरवे, क्षम्यतां, मूलविषय खलु. चिन्ता मास्तु भगिनि, चिन्ता मास्तु. किन्तु समीचीनमेव. अतः तत्र गुरवे किमपि दातुम् इष्टवान्. महोदय, एक निरन्तर ध्वनिः अस्ति, निरन्तरेण चलति. तत्र पश्यामः कुत्र अस्ति इति. तत्र कस्य समीपे स्पीकर् फोन् किमपि अस्ति वा? न, न जानामि महोदय. हा, इदानीं नास्ति इति मन्ये. हा, इदानीं सम्यक्. इदानीं नास्ति वा? इदानीं नास्ति भगिनि, इदानीं नास्ति. हा, मम पार्श्वे तु मम पार्श्वे किमपि ध्वनिः नास्ति इदानीं. नास्ति इदानीं. नमस्ते महोदय. वंशी सुधा भगिनी, नमस्कारः. नमस्कारः भगिनि. पूर्णेन्दु महोदय किम् उक्तवान्? अहं पुनः आगन्तुं प्रयासं करिष्यामि इति चिन्तयामि. निरन्तरम्? अस्तु अस्तु अस्तु महोदय, अस्तु, पुनरागच्छतु. हा, हा, अस्तु. शुभ भगिनि अग्रे. आम् महोदय, राज्ञः गुरुः तु महात्मा आसीत्. राजा तं श्लाघितुम् इष्टवान्. अतः तस्य गुरवे उपायनत्वेन वस्त्राणि दुकूलवस्त्राणि समर्पितवान् सन्तोषेण समर्पितवान् अपि च गुरुः अपि अनेन बहु सन्तुष्टः अभवत् सन्तुष्टः अभवत् तदनन्तरं गुरुः तस्य गृहं प्रति प्रस्थितवान् गतवान् तत्र मार्गे गुरुः कश्चन भिक्षुकं दृष्टवान् सः भिक्षुकः निर्गतिक अवस्थायाम् आसीत् अतः गुरुः बहु अनुकम्पम् अनुकम्पम् अनुभूतवान् अनुभूतवान् तस्य सहायं कर्तुं स्वस्य उपायनं तं दत्तवान् पुनः भगिनि तस्मै दत्तवान् तस्मै किन्तु एतत् साधारणम् अस्ति खलु वयं सर्वे आङ्ग्लभाषायां यद् भवति तद् तदेव मनसि अस्ति वयं तत्र खलु चिन्ता मास्तु भगिनि सर्व सम्यक् एव किन्तु एतत् एषः मूलविषयः तत्र चतुर्थी भवति अपेक्षिता तावदेव किन्तु अन्यथा बहु समीचीनम् अस्ति भगिनि अतः तत्र सः गुरुः किं कृतवान् तत्र सर्वाणि वस्त्राणि भिक्षुकाय दत्तवान् भिक्षुकाय दत्त्वा अग्रे गतवान् गृहं दत्त्वा अग्रे गतवान् अग्रे गतवान् समीचीनं भगिनि अस्तु वंशीसुध भगिनी तत्र धानमिति कथां गतवर्गे पठितवन्तः अत्र एव पुनः अग्रे गच्छन् स्मः भगिनि अस्तु अन्तिमपरिच्छेदः वा महोदय तत्र न भगिनि इदानीं तत्र प्रथमपरिच्छेदस्य पुनस्मरणं कृतवन्तः इदानीं द्वितीयपरिच्छेदे कः विषयः इति स्मरति वा नो चेत् अन्य अपि पृच्छामः नो चेत् एकवारं पठित्वा अपि अस्तु भगिनि परेद्यवी तेनैव मार्गेण गच्छन् राजा गुरवे उपायनीकृतानि दुकूलवस्त्राणि भिक्षुकेन परिकृतानि दृष्टवान् मया यत् गुरवे दत्तं तत् भिक्षुकस्य शरीरे दृश्यते एतस्य तात्पर्यः तात्पर्यं यत् मया दत्तं गुरुः भिक्षुकाय दत्तवान् इति एतेन गुरुः मम अपमानं कृतवान् इव इति चिन्तयन् सः अतीव क्रुद्धः सञ्जातः तत्र गुरुः तस्य वस्त्राणि तस्य वस्त्राणि न यत् वस्त्रं सः उपायनत्वेन प्राप्तवान् राजातः प्राप्तवान् राज्ञतः तत्र प्रायः राजातः इति नास्ति तत्र राज्ञः प्राप्तवान् राज्ञः प्राप्तवान् तान् सः भिक्षुकाय दत्तवान् तत्र परेद्यवी इत्युक्ते अग्रिमे दिने परेद्यवी अग्रिमदिने राजा तं दृष्टवान् दृष्ट्वा राजा उक्तवान् गुरु तत्र भगिनि अस्तु अस्तु अस्तु तत्र तेनैव मार्गेण गच्छन् राजा मार्गापि तेनैव तस्मिन्नेव मार्गे गच्छन् आसीत् एकमेकं वाक्यं वदामि महोदय न किन्तु न आवश्यकं भगिनि किन्तु लघुरूपेण तत्र उक्तवान् इति भवती उक्तवती सः किमपि न उक्तवान् अतः केवलं चिन्तितवान् राजा चिन्तितवती. अस्तु अस्तु, राजा तं दृष्ट्वा, तं वस्त्राणि दृष्ट्वा, तानि वस्त्राणि दृष्ट्वा, तानि वस्त्राणि, आम् तानि वस्त्राणि दृष्ट्वा चिन्तितवान्, गुरुः मम अपमानं कृतवान्. अपि यतः यतः सः किं कृतवान्, गुरुः किं कृतवान्, किमर्थं सः अपमानं कृतवान् इति राजा चिन्तितवान्. यत् यत् गुरुः यत् उपायनम् अहं दत्तवान्, अथवा यत् यानि उपायनानि अहं तस्मै दत्तवान्, ते सर्वे गुरुः तानि सर्वाणि गुरुः पुनः भिक्षुकाय दत्तवान्. सः तं तत्र किं सः अन्यै दत्तवान् तत्तु समीचीनं नास्ति इति खलु. समीचीनं भगिनि. अपः अपि सः चिन्तयन् सः क्रुद्धः सञ्जातः तस्मिन्. समीचीनं भगिनि, धन्यवादः. अस्तु, एतदपि गतवर्गे कृतवन्तः खलु भगिनि, एतावत् अपि प्रायशः अग्रिमद्वय परिचयद्वयमपि कृतवन्तः इति मन्ये. तत्र अग्रे ललिता भगिनी अग्रे वक्तुम् इच्छति वा? अस्तु, कतिपदिदिनानां श्रूयते वा? हा, श्रूयते भगिनि. कतिपदिदिनानाम् अनन्तरं राजा गुरुवे उपायनत्वेन सुवर्णकङ्कणं प्रदत्तवान्. हलो, गुरुः तत् सुवर्णकङ्कणं स्वीकृत्य आस्थानात् निर्गतः. तेन ज्ञातं यत् राजास्थानस्य उद्योगी कश्चित् पुत्र्याः विवाहं कर्तुं क्लेशम् अनुभवति इति. अतः सः तत् सुवर्णकङ्कणं राजास्थानस्य उद्योगिने अयच्छत्. कतिपदिदिनानाम् इत्युक्ते पञ्च या षट् वा षट् दिनानन्तरं अनन्तरं राजां गुरवे सुवर्णकङ्कणं दत्तवान्. गुरवे दत्तवान् सुवर्णकङ्कणं दत्तवान् गुरवे सुवर्णकङ्कणं दत्तवान्. तदनन्तरं तत् स्वीकृत्य गुरुः किं कृतवान्? गुरु कश्चित् गुरु कश्चित् उद्योगिनः राजास्थानस्य उद्योगिनाय दत्तवान् विवाहं. तत्र अस्तु, तत्र राजस्थानस्य उद्योगी अस्ति, सः उद्योगी तस्य पुत्र्याः विवाहं कर्तुं क्लेशः अनुभवन् अस्ति इति कृत्वा सः गुरुः किं कृतवान्? सुवर्णकङ्कणम् उद्योगी उद्योगी इति तु उद्योगी इति उद्योगिन्यै न, ईकारान्तपदं नास्ति तद् उद्योगिनी उद्योगिन् इति अस्ति. उद्योगिनः अत्र चतुर्थी अस्ति उद्योगिने. अस्तु, समीचीनं भगिनि, धन्यवादः. उद्योगिने दत्तवान् अथवा अयच्छत्. समीचीनं, राजस्थानस्य उद्योगिने अयच्छत्. समीचीनं समीचीनं भगिनि. अस्तु, अग्रे तत्र उषा भगिनी अग्रे वदति वा किम् अभवत् इति तदनन्तरं. आम् महोदय, गुरुः तत् स्वर्ण दत्तवान् विवाहं कर्तुं. तत्र उद्योगी अस्ति, तस्य पुत्र्याः विवाहं कर्तुं क्लेशः अनुभवति इति कृत्वा गुरुः तस्मै उद्योगिने दत्तवान् सुवर्णकङ्कणं तस्मै दत्तवान्. इदानीं किम् अभवत् अग्रिमे अग्रिमपरिच्छेदः एतं विषयं ज्ञात्वा इति. वयं न पठितवन्तः महोदय. अस्तु इति वा? अस्तु भगिनि, अतः पङ्क्तिशः पठामः भगिनि. धन्यवादः भगिनि. एतं विषयं ज्ञात्वा राजा गुरुम् आहूय अवदत्, भवत् विषयिण्या गौरवभावना गौरवभावनया मया भवते उपायनानि दत्तानि, किन्तु भवान् तानि यथेष्टम् अन्येभ्यः वितरन् अस्ति, किम् एतत् उचितम् इति. एतत् विषयं ज्ञात्वा राजा गुरुम् आहूय पृष्टवान्, भवत् विषयन्या इत्युक्ते किं महोदय? भवतः विषये गौरवभावः अस्ति, भावना अस्ति मम, अतः मम गौरवभावनया मया उपायनानि दत्तानि. अहं तुभ्यम् उपायनं तत्र भवते इति, हा त्वम् इति मास्तु, गुरुः अस्ति खलु, अतः तुभ्यम् इति त्वं पदस्य युष्मत् पदस्य भवन्तं न, चतुर्थी विभक्ति खलु भगिनि. न महोदय, यदि कर्तरि प्रयोगे उपयोगं कुर्मः, अहम् इति अस्ति, अहं दत्तवान्, किन्तु तुभ्यं दत्तवान् न, तुभ्यम् इति त्वं पदं, भवन्तम् इति किं भवति, भवन्तम् इति विभक्ति का तत्र, भवन्तं कर्मपदम् अस्ति. न अत्र यदि किमपि दद्मः भगिनि, तत्र विभक्ति का अपेक्षिता? अस्तु, अतः भवान् शब्दस्य चतुर्थी विभक्ति किम् अस्ति? भवते, हा भवते उपायनं अहं दत्तवान्, किन्तु भवान् किं कृतवान्? किन्तु भवान् तानि यथेष्टम् अन्येभ्यः तत्र अन्यः शब्दः, सर्वशब्दः वत् तत्र अन्येभ्यः इति विशेषशब्दः अस्ति, सर्वेभ्यः इति, तादृश विशेषशब्दः अस्ति अन्यः इति, तत्र अन्येभ्यः इति चतुर्थी विभक्ति बहुवचनं. अन्येभ्यः कृते वितरन् इत्युक्ते डिस्ट्रिब्यूट् अस्ति वा महोदय? डिस्ट्रिब्यूट् अथवा दत्तवान् अपि, डिस्ट्रिब्यूट् चिन्तितुं, तत्र भवान् दत्तवान्, तत्र भवते यत् दत्तं तद् भवान् किं कृतवान् तत्र, अस्तु बहु समीचीनम् अस्ति इति न कृतवान्, किन्तु स्वीकृतवान्, किन्तु तदनन्तरं अन्यै दत्तवान् अथवा अन्येभ्यः दत्तवान् भवान्, यथेष्टं, यथेष्टम् इत्युक्ते यथा भवान् इच्छति तथा भवान् कृतवान्, भवान् इष्टवान् अस्तु भिक्षुकाय ददामि इति कृत्वा भवान् दत्तवान्, भिक्षुकाय दत्तवान्, अपि अन्यदिनम् अत्र उद्योगी अस्ति, उद्योगिने दत्तवान् इति, यथेष्टं कृतवान्, वितरन् कृतवान्. स्वस्य कृते उपयोगं न कृतवान्, परन्तु अन्येभ्यः उपयोगं कर्तुम् इति वितरणं कृतवान्. अतः तत्र राजा किं चिन्तितवान्, एतत् एषः गुरुः मम अपमानं कृतवान् कृतवान् तत्र उपायनं साधु नास्ति वा, सम्यक् नास्ति वा इति, तत्र मर्यादाभङ्गः, अवमाननम् अभवत् इति सः चिन्तितवान्. किम् एतत् उचितम् इति सः गुरुं पृष्टवान्. एतत् समीचीनम् अस्ति वा, यदि कोऽपि उपायनं ददाति किन्तु वयं स्वीकृत्य अन्येभ्यः दद्मः, एतत् उचितम् वा? साधारणतया एतत् न कुर्मः खलु. अतः तत्र राज्ञः प्रश्नः अपि अस्ति. श्रीनिवास महोदय नमस्कारः. महोदय अथवा मधुसूदन महोदय वा, मधुसूदन महोदय नमस्कारः महोदय. तत्र 614 इति अस्ति चेत् तत्र भवतः सङ्ख्या अपि अस्ति, श्रीनिवास महोदय अपि तस्य एव, अतः मम मनसि क्लेशः अस्ति. अस्तु महोदय, तत्र भवद् विषयिन्या तत्र भवद्विषयी इति अपि गौरवभावना तत् रूपं किं रूपं प्रायशः भगिनी तत्र विषयिणी इति तत्र गुणि इनि प्रत्ययः भगिनी इनि प्रत्ययः तत्र गुणि गुणिनी गुणिपुल्लिङ्गे गुणिनी यस्मिन् गुणः अस्ति चतुर्थीविभक्ति विषयिणी विषयिणी न न अत्र तृतीया अस्ति भगिनी ओ तृतीया मया अत्र तृतीया अस्ति लतालतया तत्र गौरवभावनया इति पदस्य विशेषणमस्ति तत्र गौरवभावना कुत्र तत्र भवद्विषयी गौरवविषयिण्या गौरवभावना इति महोदय तत्र चतुर्थीविभक्ति विषयिण्या इति भवति वा न तत्र विशेषणमस्ति भगिनि अत्र ओ अस्तु अस्तु तत्र गौरवभावनया तत्र भगिनी तत्र किम् अस्ति तत्र मया भवते उपायनानि दत्तानि अस्ति खलु तत्तु अहं भवते उपायनानि दत्तवान् इति वक्तुं शक्नुमः कर्त्री खलु किन्तु किमर्थं तत्र केन भावनेन अहम् एतत् कृतवान् इत्युक्ते तत्र तृतीया भवति गौरवभावनया अहं भवते उपायनानि दत्तवान् इति आम् महोदय सन्देहः तत्र तृतीया विभक्तौ भवति चेत् अन्यानि न किन्तु अत्र कीदृशं स्वीकृतं विशेषणम् इति रूपेण स्वीकृतम् अस्ति भवद्विषयिणी इति तत्र लता इति उक्तवान् लता न नदी विषयिणी नद्या इति समीचीनं वा भगिनि आं महोदय धन्यवादः अस्तु इदानीम् अतः तत्र राजा पृच्छति गुरुं पृच्छति इदानीम् अग्रे गच्छामः तत्र पूर्णेन्दु महोदय अग्रे वदति वा महोदय क्षम्यतां मधुसूदन महोदय गतवर्गे तत्र धानम् इति कथा पठन् स्मः आसम् तत्र लिङ्क् ईमेल् मध्ये तत् लिङ्क् अपि अस्ति तत्र अस्तु महोदय पूर्णेन्द्रमहोदय पठति वा अग्रे तदा गुरुः अवदत् इति तदा गुरुः अवदत् राजन् दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा सम्पूर्णतया स्वामित्वत्यागस्य अङ्गीकारः परन्तु अधुनापि कृतस्य दानस्य विषयं स्मरन् भवान् तद्विषये मां पृच्छन् अस्ति इत्यस्य अयमेव अर्थः यत् इदानीमपि तद् वस्तु आत्मनः एव इति भवान् भावयन् अस्ति इति एवं तर्हि भवान् दानफलं न प्राप्स्यति अस्तु तावत् भवान् पृच्छन् अस्ति इत्यतः वदामि तावत्पर्यन्तं महोदय तत्र भागद्वयं कृत्वा वदामः अस्तु इदानीं तत्र तत्र वदतु महोदय तत्र तदा गुरुः अवदत् यदा राजा मनसि खिन्न भूत्वा गुरुं प्रश्नम् अकरोत् तदा गुरुः अवदत् हे राजन् दानम् इति किम् इति विषये गुरुः अवदत् दानम् इत्युक्ते प्रदत्तस्य वस्तुनः अथवा धनस्य सम्पूर्णतया स्वामित्वत्यागस्य अङ्गीकारः तद्वाक्यम् अवगच्छामः महोदय एकवारं दानं नाम किं दानं नाम इत्युक्ते प्रदत्तस्य वस्तुनः अथवा धनस्य सम्पूर्णतया स्वामित्व त्यागस्य अङ्गीकारः इत्युक्ते यः ददाति तस्य मनसि तद्विषये किमपि स्वामित्वभावः न भवेत् स्वामित्वभावः इत्युक्ते तत्र राजा किं कृतवान् तत्र सः किं चिन्तितवान् तत्र अहम् उपायनं दत्तवान् मम उपायनं गुरुः अन्येभ्यः दत्तवान् इति खलु मम उपायनं हा तत्र दानं नाम मम उपायनम् इति यः चिन्तनं हा तत्तु न भवेत् हा समीचीनं महोदय हा तत्र दानं नाम प्रदत्तस्य वस्तुनः धनस्य वा तत्र प्रदत्तस्य अपि वस्तुनः इति तत्र सम्बन्धः कः महोदय तत्र तत्र विशेष्य विशेषणसम्बन्धः हा विशेषणभावः हा तत्र प्रदत्तस्य वस्तुनः धनस्य वा तत्र प्रदत्तस्य धनस्य अथवा प्रदत्तस्य वस्तुनः वा सम्पूर्णतया सम्पूर्णतया इति विभक्ति का तत्र सम्पूर्णतया इत्युक्ते तृतीया हा सम्पूर्णता सम्पूर्णतया अङ्गीकारः कस्य अङ्गीकारः स्वामित्वस्य अङ्गीकारः तत्र स्वामी अहं तस्य वस्तुनः स्वामी इति भावः एतत् मम पुस्तकं हा तत्र पुस्तकस्य स्वामी अहम् इति चिन्ता तत्र चिन्ता भवति चिन्तनं भवति तत्र स्वामित्वम् इति तस्य भावः स्वामित्वं हा तत्र पुस्तकं पुस्तकत्वम् अपि तत्र सुन्दरत्वं सौन्दर्यं सुन्दरता इति भावः अस्ति तत्र स्वामित्वम् इति अस्ति स्वामित्वस्य त्यागस्य अङ्गीकारः तत्र सम्पूर्ण अङ्गीकारः स्वामित्वत्यागस्य सम्पूर्ण अङ्गीकारः एव धानम् इति हा समीचीनं महोदय अग्रे परन्तु अधुनापि कृतस्य दानस्य विषयं स्मरन् भवान् तद्विषये मां पृच्छन् अस्ति दानस्य नाम अस्ति यत् यत् दीयते तस्य सम्पूर्णतया स्वामित्वत्यागस्य अङ्गीकारः परन्तु भवान् इदानीमेव यत् दत्तवान् तद्विषये मां पृच्छन् अस्ति अतः भवतः मनसि किं तत् दानस्य वस्तुविषये इदानीमपि तत्र स्वामित्वभावः अस्ति वस्तुतः स्वामित्वभावः भवतः मनसि अस्ति तत्र अपि किन्तु तत्र वाक्यमपि परिशील्यं महोदय तत्र परन्तु अधुना अपि अधुना अपि इति अस्ति तत्र अस्माकं पूर्वविषयः एतदेव आसीत् खलु तत्र चतुर्थीविभक्ति पूर्वं किं कृतवन्तः च अपि एव इति यत् इति सः एव विषयः आसीत् अव्ययानि तत्र अव्ययपञ्चकम् अत्र तत्र तत्र अधुना अपि इत्युक्ते अधुना अपि इदानीमपि कृतस्य धानस्य विषयं भवान् धानं कृतवान् किन्तु धानं कृतं धानम् अभवत् किन्तु भवान् तस्य विषयं धानस्य विषयं स्मरन् भवान् तद्विषये मां पृच्छन् अस्ति तत्र पृच्छन् इति कीदृशरूपं महोदय शत्रन्तरूपं हा शत्रन् गच्छन् इति तत्र पृच्छन् अस्ति हा पृच्छन् अस्ति इत्यस्य इति अस्य इति अस्य इत्यस्य अयम् एव अर्थः अयम् अयम् इत्युक्ते अयम् इदं प्रथमविभक्ति एकवचन पुल्लिङ्गप्रयोगः अस्ति एषः एव अयम् अथवा एषः एव अत एषः एव तत्र एव अपि आगतं तत्र अपि एव इति यत् सर्वं दृष्टवन्तः खलु पूर्वं तद् इदानीं तत्र आगच्छति तत्र हा रघुवीरानन्दस्वामी नमस्कारः हरिः ओं महोदय हा हा चिन्ता मास्तु महोदय हा तत्र कथा पठन् स्मः दानम् इति हा गतवर्गे अपि पठित हा अस्तु, पूर्णिन्द महोदय, इदानीं तत्र अर्थः यत्, तत्र यत् इति अस्ति इदानीमपि तद्वस्तु आत्मनः एव इति भवान् भावयन् अस्ति इति. हा, तत्र अतः तत्र गुरुः किं वदति? अग्रे पठित्वा वदामि महोदय. न न, तत् सहैव सहैव वाक्यं महोदय, एतदेव वाक्यं तत्र तत्र. हा, परन्तु अधुनापि कृतस्य तत्र तावत्पर्यन्तं महोदय, अस्ति इति तत्र तावत्, तत्र अर्थः कः? तत्र तद्वस्तु आत्मनः एव इति भवान् भावयन् अस्ति इति, तत्र अर्थः कः महोदय? इदानीमेव यः यत् दानं भवान् दत्तवान् तद् वस्तुः भवान् दानं कृतवान् तत्तु सत्यं, परन्तु भवतः मनसि चिन्तनम् अस्ति तत् वस्तुः भवतः एव इति चिन्तनं, भवतः वस्तु एव इति भागे अस्ति इति. हा, समीचीनं महोदय. अतः भवान् इदानीमपि चिन्तयति तद्वस्तु भवतः एव इति. हा हा, समीचीनं महोदय, अस्ति इति. अस्तु, इदानीं तत्र अग्रे तत्र वेदा भगिनी तत्र अग्रे पठति वा? हा महोदय, क्षम्यतां विलम्बेन आगच्छति भगिनि, क्षम्यताम्. चिन्ता मास्तु भगिनि. एवं तर्हि भवान् दानफलं न प्राप्स्यति. एवं यत् कारणेन भवान् दानफलं न प्राप्स्यति, भवान् तत्र मम वस्तुः वदतु भगिनि, क्षम्यतां. हा वदतु वदतु. हा, राजा उपायन उपायनानि आत्मनः एवं भावयति, अत एव तस्य दानफलं दानं कृत्वा फलं न प्राप्स्यति. हा, सत् समीचीनं भगिनि. तत्र दानं कृतवान् किन्तु मनसि दानं न कृतवान् खलु, तत्र मम एव इति चिन्तनम् अस्ति तस्य. हा, समीचीनं. हा, अस्तु, तावत् भवान् पृच्छन् अस्ति इत्यतः वदामि. अस्तु, तावत् तावत् भवान् पृच्छन् ओके इति, एतत् कारणेन भवान् पृच्छन् अस्मि इति, पृच्छन् अस्मि इति वदामि. तत्र दानफलं न प्राप्स्यति इति उक्त्वा तद् सः विषय पर्याप्तं, किन्तु भवतः प्रश्नस्य विषये तस्य उत्तरं वक्तव्यं खलु. तत्र किम किमर्थम् अहं दत्तवान् इति तद् उत्तरं दातुम् इदानीं सः आरभ्यते. ओ, इत्यतः वदामि. वस्तुतः भवता मह्यं प्रदत्तानां वस्तूनाम् आवश्यकता मम यावत् स्यात् ततोपि अधिकं तेषाम् एव अस्ति. वस्तुतः भवता मह्यं प्रदत्तानां वस्तूनां उपायनानि वस्तूनि आवश्यकता मम यावत् अस्ति ततोपि अधिकं भिक्षूणाम् अति भिक्षुकस्य आवश्यकता अधिकम् अस्ति. हा, भिक्षुकस्य आवश्यकता अधिकम् अस्ति. हा, अतः एव अहं तानि वस्तूनि तेभ्यः दत्तवान् अस्मि. तस्य कारणेन अहं तानि वस्तूनि भिक्षुकाय दत्तमस्ति. अस्तु, तत्र भवान् प्राप्स्यति तत्र एवं तर्हि भवान् प्राप्स्यति तत्र भवान् प्राप्स्यति प्राप्स्यति भविष्यत्कालरूपम् अपि तत्र धानफलमिति कर्मपदम् कर्मपदम् अस्तु. इदानीं तत्र अस्तु तावत् तावत् अस्मिन् विषये तत्र धानफलस्य विषये इदानीं पर्याप्तं. भवान् पृच्छन् अस्ति, तत्र पृच्छन् इति शत्रन्तरूपम् अस्ति इत्यतः, तत्र इति योगः, इति योगः अतः वदामि. अतः तत्र इति पृच्छन् अस्ति इति कृत्वा तत्र कारणम् अहं वदामि. किमर्थं वदामि? भवान् पृच्छन् अस्ति इति अहं वदामि, अतः, अतः इति therefore इति खलु. अतः वदामि वस्तुतः. वस्तुतः इत्युक्ते वस्तुतः मीन्स् सत्यं, तत्र निश्चयेन, निश्चयेन, निश्चयेन भवता मह्यं, तत्र मह्यम् इति विभक्ति का? मह्यं टु मी लैक् चतुर्थी विभक्ति. मह्यं चतुर्थी विभक्ति, समीचीनं. हा, मह्यं प्रदत्तानां वस्तूनां, तत्र वस्तूनाम् इति विभक्ति का? वस्तूनां प्रदत्तानां तृतीया विभक्ति. वस्तूनां, वस्तूनां बहुवचने. हा हा, बहुवचनं समीचीनं. तत्र रामाणां, देवानां षष्ठी विभक्ति. हा, षष्ठी विभक्ति, समीचीनं भगिनि. हा, तत्र वस्तूनां, प्रदत्तानां वस्तूनां विशेषणविशेषभावः, प्रदत्तान्, हा, प्रदत्तानां वस्तूनाम् आवश्यकता. कस्य आवश्यकता? वस्तूनाम् आवश्यकता. कीदृशवस्तूनां? प्रदत्तानां वस्तूनां, हा, आवश्यकता. मम यावत् स्यात्, मम यावत् अस्ति, तत्र स्यात् इति तत्र लकारः भिन्नः, तत्र यावत् अस्ति इति चिन्तयामः. यावत् मम आवश्यकता अस्ति, तत्र यावत् अस्ति चेत् अन्यपदम्, अन्यत् पदं वाक्ये भवेत्, किं पदं? यावत् अस्ति चेत् तावत्, हा, तावत्, हा, तावत् भवेत्. हा, तावत् अत्र नास्ति, किन्तु ततोपि अधिकं, ततोपि अधिकं तेषां, तेषाम् एव अस्ति. तेषाम् इति इत्युक्ते केषां? तेषाम् इत्युक्ते भिक्षु, भिक्षु, भिक्षुकः यः अस्ति तस्य, अथवा अथवा उद्योगी, उद्योगी यः अस्ति, राजस्थानस्य उद्योगी यः अस्ति तस्य, अथवा उद्योगिनः, उद्योगिनः, अथवा भिक्षुक उद्योगिन, उद्योगिनो, तत्र उद्योगिनयोः इति किं किं भवति, तत्र कोऽपि स्मरति वा? तत्र भिक्षुकयोः इति तत्र प्रायशः कर्तुं शक्नुमः, षष्ठी खलु, किन्तु उद्योगी अस्ति चेत् उद्योगिनोः इति, उद्योगिनोः इति भवति, तत्र भिक्षुक उद्योगिनोः, भिक्षुक उद्योगिनोः, उद्योगिनोः आवश्यकता अधिका अस्ति इति, तेषाम् अधिकं, तत्र अधिकम् इति स्वीकृतम् अस्ति, तत्र अधिका अपि वक्तुं शक्नुमः, अधिकमपि वक्तुं न, अतः तत्र अधिकं किम्, अधिकं किम् अस्ति? अधिकं न, न, वस्तु, वस्तु अधिकं, तेषां वस्तु अधिकम् अस्ति वा? भिक्षुक, भिक्षुक प्रदत्तानां वस्तूनाम् आवश्यकता मम यावत् स्यात् ततोपि अधिकं तेषां, तेषाम् आवश्यकता. हा, समीचीनं भगिनि. हा, अतः तत्र तेषाम् आवश्यकता इदानीम् अधिकम् अस्ति चेत् तत्र किं भवति? तत्र आवश्यकता इति विषयः अस्ति, अधिकं, तत्र यदि यदि यदि भवती कापि पिबति इति चिन्तयतु, तत्र कोऽपि वदति शर्करा विषये, तत्र शर्करा किं? शर्करा अधिका इति वदति, किमर्थं? तत्र अधिका विशेषणं भवति, विशेषणं भवति. हा, अत्रापि आवश्यकता इति कीदृशपदं, लिङ्गं का? लिङ्गं किं? स्त्रीलिङ्गपदं, स्त्रीलिङ्गपदम्, अतः तत्र विशेषणं अधिकम्, अधिका, अधिका, अधिका इति भवेत्, किन्तु तत्र अधिका अपि रूपं, अधिकम् इति दत्तमस्ति. हा, अधिकम् इति दत्तमस्ति, तत्र किमर्थम् इत्युक्ते तत्र अधिका अपि वक्तुं शक्नुमः, अधिकम् अपि वक्तुं शक्नुमः. तत्र अधिका भवति चेत् तत्र विशेषणं भवति, किन्तु अधिकम् इति पदं तत्र विशेषणं, नपुंसकलिङ्गपदस्य विशेषणमपि भवितुम् अर्हति, अपि अव्ययमपि भवितुम् अर्हति. अव्ययं भवति चेत् तत्र रूपभेदः नास्ति. अत्र अधिकम् इति तत्र अधिकम् इति एकमेव पदं समानार्थकपदम्. एकं रूपम् अस्ति विशेषणम्, अन्यत् रूपम् अस्ति अव्ययम्. अतः तत्र अधिकम् इति अव्ययं स्वीकृत्य अधिका इति अर्थे तत्र स्थापितमस्ति. अधिका तेषाम् अधिक आवश्यकता, तेषाम् आवश्यकता अधिका एव अस्ति. अग्रे अतः एव पूर्णेन्दु महोदय वदतु महोदय. मम चिन्तनम् अस्ति अत्र अधिकम् इत्युक्ते द्वितीयविभक्ति एकवचनप्रयोगं वा? न न न, तत्र क्रियापदम् अस्ति. क्रियापदं किम् अस्ति महोदय अत्र अस्मिन् वाक्ये? अस्ति अस्ति तु अकर्मकक्रियापदम्. कर्मपदं नास्ति अत्र. आवश्यकता अस्ति, आवश्यकता अस्ति, मम आवश्यकता अस्ति, तेषाम् आवश्यकता अस्ति. तेषाम् आवश्यकता अधिका अस्ति, किन्तु अधिकम् अस्ति. अधिकम् अव्ययरूपम् अत्र. वंशीसुता भगिनी वदतु भगिनी. अधिकम् इति नपुंसकलिङ्गम् अपि भवति खलु? तदेव अहम् उक्तवान् भगिनी. तत्र अधिकम् इति यदि विशेषणम् इति स्वीकुर्मः तत्र रूपत्रयं भवति. तत्र अधिकः, अधिका, अधिकम्. अस्तु महोदय, एकं रूपं विशेषणं. किन्तु अव्ययं रूपमपि अस्ति, तदस्ति अधिकम् इति एव. अस्तु, आम् आम्, समीचीनम्. अतः तत्र अधिकम् इति स्थापितमस्ति अधिकः इति अर्थे. अस्तु अग्रे. अतः एव अहं तानि वस्तूनि तेभ्यः दत्तवान् अस्मि. अतः इत्युक्ते कारणं किम्? तेषाम् आवश्यकता अधिकम् अस्ति चेत् अधिकमस्ति, अत एव अहं तानि वस्तूनि तेभ्यः दत्तवान् अस्ति. तानि वस्तूनि यानि वस्तूनि भवान् मह्यं दत्तवान् तानि वस्तूनि अहं तेभ्यः दत्तवान् अस्मि. दत्तवान् अस्मि तेभ्यः चतुर्थी विभक्ति. सः इति सः तौ ते इति तत्र तेभ्यः. समीचीनं भगिनि. अस्तु अग्रे. दत्तवान् लङ्लकाररूपं दत्तवान् भूतकालरूपं किन्तु अनेन अनेन भवन्तं प्रति धिक्कारः प्रकटनीयः इति तु मम उद्देशः नास्ति इति. अनेन भवन्तम् अनेन इत्यनेन अन्येन शने अनेन अनेन इति तत्र कोऽपि जानाति वा? अनेन इति रूपं तत्र प्रथमविभक्ति रूपम् अन्यथा वा? अन्यथा अयम् अयम् अयं पदस्य अयं पदस्य तृतीया विभक्ति एकवचनं. तत्र अयम् इति स्थाने एषः इति स्थापयामश्चेत् किं भवति? एतेन वा? एतेन एतेन. समीचीनं भगिनि. एतेन इत्युक्ते एतत् सर्वं यत् यत् अहं कृतवान् तेन तेन भवन्तं प्रति धिक्कार भवन्तं प्रति धिक्कारः धिक्कारः अर्थः अनादरः अवहेलनं. समीचीनं भगिनि. तत् अवहेलनं प्रकटनीयः इति इति तु मम उद्देशः नास्ति. मम उद्देश उद्देशः इदानीं अदर् वर्ड् अगेन्स् उद्देशः मम चिन्तनं नास्ति. मम चिन्तनं मम उद्देशः अथवा मम इच्छा मम इच्छा इच्छा भवतः भवतः धिक्कारः अथवा भवन्तं प्रति धिक्कारः प्रकटनीयः इति. तत्र भवतः अवमाननं करणीयः इति इति मम चिन्तनं. तादृशचिन्तनं मम नास्ति नास्ति. भवतः अवमननं करणीयम् इति कृत्वा एतत् सर्वं मया न कृतम्. मया एतत् किमर्थं मया कृतम् इत्युक्ते कारणं भिन्नम् अस्ति, भिन्नम् अस्ति. तत्र आवश्यकता विषये तत्र तेषाम् आवश्यकता अधिका अस्ति इति एव मम मया तत्र सर्वाणि उपायनानि तेभ्यः दत्तानि सन्ति. किन्तु भवतः धिक्कारः, भवतः भवन्तं प्रति धिक्कारः प्रकटनीयः. तत्र प्रकटनीयः अपि धिक्कारः विशेषभावः. समीचीनं भगिनि. तत्र कीदृश धिक्कारः प्रकटनीयः, धिक्कारः धिक्कारः इति तु मम उद्देशः नास्ति इति गुरुः वदति. हा अग्रे गुरोः प्रभावजनकवचोभिः राजा स्वदोषं विज्ञाय गुरुं क्षमां प्रार्थयत, दानस्य महत्तां च अजानात्. गुरोः प्रभावजनकवचोभिः प्रभाव लैक् इङ्ग्लिश् इम्प्रेसिव् प्रभाव आङ्ग्लभाषा मास्तु भगिनि, आङ्ग्लभाषा मास्तु. तत्र क्षम्यताम. प्रभावजनकवचोभिः प्रभावजनकवचोभिः जनरञ्जनवचोभिः वचनं वा तत्र प्रभावः. तत्र प्रभावः इत्युक्ते तत्र मनसि चिन्तनं भवति, एतद् किं गुरुः उक्तवान् इदानीं तस्मिन् विषये महता महत् चिन्तनं भवेत् इति. तस्मिन् विषये तद् प्रभावजनकः तत्र जनयति. वचोभिः तत्र वचोभिः तत्र अन्य कोऽपि वदति. समीचीनं भगिनि. तत्र वचस् हलन्तपदं वचस् इति नपुंसकलिङ्गपदं गीतासोपने द्वितीयभागे अस्ति एतत्. तत्र वचस् तृतीयविभक्ति तृतीयविभक्ति बहुवचनरूपं. हा समीचीनं भगिनि. हा वचोभिः तत्र राजा अर्थं वचम् इति तत्र तस्य यत् उक्तवान् तत्र वाक्यं वचस् इत्युक्ते वाक् इति तस्य यत् उक्तवान् प्रभावजनक अर्थः किं तत्र चिन्तनं करणीयं. प्रभावजनकः इति इत्युक्ते तत् महत्त्वं तत्र केवलं तत्र साधारणवाक्यं नास्ति इति. महत्त्वपूर्णवाक्यम् उक्तवान् खलु तत्र. तत्र दानम् इति किम् इति सः विवृतवान् खलु. दानं किं, दानं नाम किम् इति सः तस्य विवरणं कृतवान्. अतः इदानीं सः राजा अवगतवान् दानम् विज्ञाय गुरुं क्षमां प्रार्थयत. स्वदोषं विज्ञाय इत्युक्ते ज्ञात्वा गुरुं क्षमां प्रार्थयति. प्रार्थयत किं रूपमस्ति, लङ्लकार वा कोऽपि वदति वा प्रार्थयत इति प्रयोगे लङ्लकाररूपं वा लङ्लकाररूपम् आत्मनिपदि धातु इति मन्ये. प्रार्थयते प्रार्थयत गुरुं प्रार्थयत. दानस्य महतां च अजानात् महत्तां महत्ताम् इति हा महत् इति महत्ताम् इति तत्र अजानात् अजानात् अपि लङ्लकारः दानस्य महत्तां च अजानात् तत्र ज्ञातवान् इति. हा तत्र महत्ताम् इति तत्र पुनः तत्र महत्त्वम् इति अर्थ महत्त्वं तत्र महत्ता इति तत्र भावः. पुनः तत्र महत् इति अस्ति, सुन्दरः इति अस्ति, तत्र भावः सुन्दरस्य भावः कीदृशभावः सौन्दर्यम् इति अस्ति, सुन्दरता इति अस्ति, सुन्दरत्वम् इति अपि अस्ति. सुन्दरत्वं नपुंसकलिङ्गे, सुन्दरता स्त्रीलिङ्गे अपि, सौन्दर्यं प्रायश तदपि न सकलिङ्गे अस्ति. अस्तु किन्तु तत्र भावम् इति सूचयति. तत्र महत्त्वम् इति जानीमः महत्त्वपूर्णम् इति तद् किन्तु तत्र स्त्रीलिङ्गरूपमपि अस्ति महत्ता इति. तत्र महत्ताम् अजानात् इत्युक्ते कर्मपदं भवति, अतः द्वितीयाविभक्तिरूपं स्वीकृतमस्ति महत्तां च च अजानात् राजा इति. अस्तु, समीचीनमस्ति वा? धानम् इति इत्युक्ते किम् इति सर्वे ज्ञातवन्तः वा? बहु समीचीनं कथा, समीचीना कथा अस्ति. अस्तु अस्तु, तर्हि अग्रे गच्छामः. प्रश्नः अस्ति वा कथायाः विषये? नो चेत् अहमेक विलम्बेन आगतवती, अथवा अत एव एकः प्रश्नः अस्ति. भवत् विषयिन्या तत्र एकनिमिषं भगिनि, तत्र पूर्वम् आसीत् खलु, तत्र भवद्विषयिणी, तत्र भवद्विषयिणी गौरवभावना इति तत्र प्रथमविभक्तिरूपं भवति. गौरवभावना इति स्त्रीलिङ्गपदमस्ति. भवद्विषयिणी इति तत्र गुणी इति अस्ति, यस्मिन् गुणः अस्ति सः गुणिः, गुणि गुणिन् पदं भवति पुल्लिङ्गे, स्त्रीलिङ्गे गुणिनी इति भवति. तादृश अत्र भवद्विषयिणी इति अर्थं किं महोदय? भवत् विषये, भवतः विषये, भवतः विषये मम गौरवभावना अस्ति, तया भावनया एव अहं भवते उपायनानि दत्तवान् इति. समीचीनं भगिनि. अस्तु तर्हि अग्रे गच्छामः. इदानीं तत्र चतुर्थीविभक्तिरूपस्य विषये तत्र पेज् 154 इति, तत्र तत्र 153 अन्तिम अभ्यासः कृतवन्तः वा? षष्ठः अभ्यासः अत्र, नो चेत् तदपि कृत्वा अग्रे गच्छामः. तत्र 153 अधोभागे षष्ठ अभ्यासः अस्ति, तद् कृतवन्तः वा अथवा न, कोऽपि स्मरति वा? न इति भाति महोदय. अस्तु अस्तु, अतः तत् कुर्मः. अस्तु तर्हि तत्र रघुवीरानन्दस्वामी तत्र आरम्भं करोति वा तत्र? आं महोदय. यथोदाहरणं रिक्तस्थानानन् पूरयत. द्रोणाचार्यः प्रथम विकल्पः अस्ति पुत्रः. तत्र उदाहरणमेव अस्ति महोदय, अत्र अधोभागे पश्यतु, तत्र द्रोणाचार्यः पुत्राय कुन्तम् आनयति. द्रोणाचार्यः दुर्योधनाय गदा आनयति. किन्तु महोदय तत्र कुन्तः, तत्र पुत्रः अस्ति पुत्राय इति अभवत्, कुन्तः अस्ति तत् तस्य रूपं रूपपरिवर्तनम् अस्ति वा? आं महोदय, द्वितीय कर्म. अतः दुर्योधनाय आनय. समीचीनं महोदय, समीचीनं महोदय, समीचीनं. अस्तु अग्रे अपि करोतु. द्रोणाचार्यः युधिष्ठिराय खड्गम् आनयति. युधिष्ठिराय खड्गम् आनयति, समीचीनं महोदय. मधुसूदन मोदी अग्रे. महोदय, द्रोणाचार्यः अर्जुनाय शापः आनयति. अग्रे द्रोणाचार्यः भीमसेनाय गदा आनयति. गदाम् आनयति. तत्र कर्मपदं भवति महोदय, तत्र आनयति किम् आनयति? गदाम् आनयति. कस्मै? तत्र भीमसेनाय. द्रोणाचार्यः पत्नी अस्ति चेत् तत्र पत्नी इति पदस्य चतुर्थी विभक्ति किम्? पत्न्ये देवी अस्ति चेत् देवी पदस्य चतुर्थी विभक्ति एकवचनरूपं देव्यै. पत्न्यै धेनुम् आनयति. धेनुम् आनयति, समीचीनं महोदय, तावदेव. अस्तु तत्र कस्मै किमपि आनयामः तत्र कस्मै किमर्थं तत्र तस्य उपयोगार्थं तत्र पुत्रः तस्य उपयोगं करोतु इति कृत्वा पुत्राय कुन्तम् आनयति द्रोणाचार्यः इति तावदेव अस्तु इदानीं तत्र अग्रिमे पुटे सर्वत्र तत्र किम् अस्ति चतुर्थीविभक्तेः प्रयोगः कुत्र कुत्र भवति इति एतावत् रूपस्य परिशीलनं जातम् इदानीं तत्र प्रयोगः कुत्र कुत्र भवति इति अस्तु तर्हि तत्र लक्ष्मी भगिनी अग्रे पठति वा पेज् 154 भगिनि 154 अस्तु तस्मिन् समये तत्र शुभदा भगिनी आरम्भं करोति वा पेज् 154 आम् महोदय उच्चैः पठत जानीत च कृष्णाय नमः गङ्गायै नमः लक्ष्म्यै नमः विष्णवे नमः यथोदाहरणं रिक्तस्थानानि पूरयत उदाहरणार्थं कविः कवये नमः अतः तत्र यत्र यत्र नमः इति भवति यत्र यत्र नमः इति भवति तत्र चतुर्थीविभक्ति एव अपेक्षितम् पार्थसारथिः पार्थसारथये नमः हा तत्र कीदृशपदं पार्थसारथिः इकारान्त इकारान्तपुल्लिङ्गि पुल्लिङ्गि तत्र हा कविः वत् तत्र कवये नमः कवये पार्थसारथये नमः हा पार्थसारथये नमः समीचीनं द्वितीयं देवर्षिः तत् कीदृशपदं पुल्लिङ्गपदं वा न पुल्लिङ्गपदं वा आं महोदय पुल्लिङ्ग इकारान्तपुल्लिङ्गपदं चतुर्थीविभक्ति देवर्षे नमः न तत्र पार्थसारथिः किम् अभवत् ओ ओके सिमिलर् वे ओके सोरि देवर्षये नमः तावदेव तत्र इकारान्त कविः कवये देवर्षिः देवर्षये देवर्षये नमः समीचीनं देवर्षये नमः अस्तु लक्ष्मी भगिनी प्राप्तं वा इदानीं अस्तु अग्रे मनुः गुरु शब्दवत् मनुः मनवे नमः श्रीगुरवे नमः श्रीमनवे नमः मनवे नमः इदानीं पृथिवी स्त्रीलिङ्गपदं दीर्घ इकारान्त देव्यै नमः पृथिव्यै नमः समीचीनं भगिनि अस्तु अग्रे तत्र श्रीनिवास महोदय नमस्कारः अग्रे पठति वा भवान् भवते नमः भवते नमः धेनुः धेनवे धेन्वै नमः इति धेनवे अथवा धेन्वै नमः समीचीनं महोदय धेन्वै अथवा धेनवे नमः समीचीनं नरेश महोदय अग्रे महोदय देवता चतुर्थीविभक्ति देवतायै नमः देवतायै नमः स्रष्टायै नमः तत्र प्रायशः स्रष्टा इति स्रष्टृ इति ऋकारान्तपदम् अस्ति महोदय रकारान्त श्रष्ट्रे हा कर्ता कर्त्रे श्रष्ट्रे श्रष्ट्रे नमः. समीचीनं महोदय, समीचीनम्. उषा भगिनी अग्रे. धाता अस्ति महोदय, धातृ अस्ति, धात्रे नमः. मूर्तिः मूर्तिः मूर्तिः हरिशब्दवत् मूर्तये नमः. मूर्तये नमः, समीचीनं भगिनि. हा शोभा भगिनि. प्रजापतिः प्रजापतये नमः. माता मातृ ऋकारान्तशब्दं मात्रे नमः. हा मात्रे नमः, समीचीनं. हा अस्तु, अतः तत्र यत्र नमः भवति तत्र चतुर्थीविभक्ति रूपम् अपेक्षितम् अस्ति. तावदेव विषयः अत्र. अस्तु अग्रे गच्छामः. तत्र रोचते इति रोचते प्रयोगे अपि चतुर्थी. तत्र रोचते इत्युक्ते किं, कोऽपि जानाति वा? मोदते. हा मोदते. अस्तु. हा तत्र हा अत्र नमः नमः प्रयोगे चतुर्थीविभक्तिः अस्ति. तद्विषये एका प्रसिद्धा कारिका अस्ति, कोऽपि स्मरति वा? यदि स्मरति एकवारं वदतु इति अहं निवेदयामि. न जानामि महोदय, यदि भवान् न स्मरति वदतु. न अहं तु विस्मरामि, कृतवान् परन्तु इदानीं विस्मरामि. परन्तु एका प्रसिद्धा कारिका अस्ति, अकारान्त इकारान्त उकारान्त इति विषये. तत्र किं रूपाणि भिन्नानि सन्ति, परन्तु एकः छात्रः तत्र सर्वत्र अकारान्त इति स्वीकृत्य वदति इति तत् कारिका अस्ति, सा कारिका अस्ति. हा न जानामि महोदय, यदि कोऽपि स्मरति अथवा प्राप्नोति चेत् कृपया प्रेषयतु. अस्तु न जानामि महोदय तत्. अस्तु. हा यदि प्राप्नुमः तत् पठामः. अस्तु अग्रे तत्र हा वंशीसुत भगिनी अग्रे पठति वा तत्र? आं महोदय. अष्टमबिन्दु कोष्टकाधारेण यदोदाहरणं वाक्यानि लिखत. रोचते प्रयोगे चतुर्थी. कृष्णः भक्तिः उदाहरणं कृष्णाय भक्तिः रोचते. ऋषिकेशः पाञ्चजन्यं जन्यः ऋषिकेशाय पाञ्चजन्यः रोचते. हा तत्र रोचते इति कीदृशपदम् अस्ति? तत्र क्रियापदम् अस्ति, कीदृशक्रियापदं? सकर्मकः वा अकर्मकः वा? अकर्मकः अकर्मकः. तत्र अतः तत्र भक्तिः इति एव अस्ति, तत्र भक्तिं रोचते इति न. आम् तदेव मम प्रश्नः. अस्तु तत्र हा तत्र भक्तिः रोचते. भक्तिः इति कर्तृपदं भवति. तत्र भक्तिः रोचते कस्मै रोचते? कृष्णाय भक्तिः रोचते. कृष्णाय तु कर्तृपदं नास्ति खलु, कृष्णाय इति अस्ति. अतः तत्र अकर्मकक्रियापदम् अस्ति रोचते इति. अस्तु अग्रे भगिनि. धनञ्जयः विजयः धनञ्जयाय. हा तत्र यकारः अस्ति, क्लेशः भवति. हा धनञ्जयाय विजयः रोचते. हा समीचीनं भगिनि. हा अस्तु अग्रिममपि करोतु तत्र. प्रकृतिः पुरुषः प्रकृतिः प्रकृत्यै पुरुषः रोचते. हा प्रकृत्यै पुरुषः रोचते, समीचीनं भगिनि. अस्तु अग्रे उषा भगिनि. आं महोदय. श्रद्धा सत्कार्यं श्रद्धया न न श्रद्धया किमर्थं? श्रद्धया इति विभक्ति का? रमा शब्दवत् अस्ति न महोदय. अस्तु श्रद्धायै रमायै श्रद्धायै सत्कार्यं रोचते. हा श्रद्धायै सत्कार्यं रोचते. हा अग्रे सिद्धिः मति शब्दवत् अस्ति. मतये मतये मतये सिद्धये श्रमः रोचते. सिद्धये श्रमः रोचते. समीचीनं भगिनि. अग्रे त्वं किं त्वं तुभ्यं हा त्वमिति तुभ्यं तुभ्यं किं रोचते. हा तत्र नमस्तुभ्यम् इति स्मरामः खलु, नमस्तुभ्यम् इति. अतः तुभ्यं किं रोचते इति. समीचीनं. हा ललिता भगिनि अग्रे. साधुः समबुद्धिः रोचते. साधु दे साधु साधवे साधवे समबुद्धिः रोचते. समीचीनम्. अहं समर्पणं रोचते. अहम् अस्मभ्यं मह्यं समर्पणं रोचते इति प्रायशः श्रीकृष्णः वदति. अस्तु अग्रे. संस्कृतिः अनुशासनं रोचते. संस्कृत्यै संस्कृतिः इति इकारान्त तत्र स्त्रीलिङ्गपदम् अस्ति. स्त्रीलिङ्गपदं संस्कृत्य अथवा संस्कृतये अनुशासनं रोचते. समीचीनं भगिनि. अस्तु अग्रे तत्र मधुसूदन महोदय अग्रे. महोदय वयं भारतं वयं तत्र अहं पदस्य रूपं महोदय तत्र तत्र अस्मभ्यं भारतं रोचते. अस्मभ्यं भारतं रोचते. तत्र नः अपि अस्ति भगिनि. समीचीनं. अस्मभ्यम् इति न तत्र मह्यम् इति वदामः तत्र मे अपि भवति अपि नः इति बहुवचने. समीचीनं. सर्वे इति तत्र बहुवचने अस्ति महोदय. सर्वे इति तत्र सर्वेभ्यः इति सर्वेभ्यः गीतां रोचते. महोदय सर्वेभ्यः अस्ति तत्र. गीता रोचते. समीचीनं. गीता रोचते. कर्मपदं नास्ति, प्रथमविभक्तिरूपम् एव अस्ति. समीचीनं महोदय. अस्तु तत्र अवधेयम् इति अस्ति, तदपि एकवारं पठतु महोदय. नमः इति शब्दस्य योगः यत्र यत्र तस्य शब्दस्य चतुर्थी विभक्तिः भवति. यथा हरये नमः. रोचते इत्यस्य प्रयोगे यस्मै रोचते तस्य चतुर्थी विभक्तिः भवति. यथा हरये भक्तिः रोचते. अतः तत्र किम् अस्ति नमः शब्दस्य इति शब्दस्य योगः यत्र यत्र भवति तस्य शब्दस्य चतुर्थी विभक्तिः भवति. तत्र हरिः अस्ति. तस्य नमस्कारं तं कर्तुम् इच्छामः, अतः हरये नमः इति रूपं भवति. हरये हरिः हरये नमः. अपि रोचते इति यत्र प्रयोगः भवति यस्मै रोचते. तत्र अत्र हरिः अस्ति, तस्मै भक्तिः रोचते इति कृत्वा तत्र हरिः पदस्य चतुर्थी विभक्तिरूपम् अपेक्षितम्. अतः हरये भक्तिः रोचते. भक्तिः प्रथमविभक्तिरूपमेव भवति तत्र. अस्तु समीचीनम्. अस्तु अग्रे रघुवीरानन्द महोदय, तदनन्तरं वेदा भगिनी. महोदय कृद्यति इति कः कस्मै क्रुध्यति ईर्ष्यति प्रथमः महोदय. कंसः कृष्णः क्रुध्यति. कंसः कृष्णाय क्रुध्यति. पूतना कृष्णाय द्रुह्यति. तत्र प्रायशः महोदय तत्र एकवारं तत्र अवधेयं यत् अस्ति अधोभागे तत् एकवारं पठति चेत् पठामि. अवधेयं तत्र कुप्यते, ईर्ष्यते, द्रुह्यते, असूयते इति एतेषां प्रयोगः यत्र क्रियते तत्र क्रोधादीनां पात्रस्य चतुर्थी विभक्तिः भवति. उदाहरणार्थं रावणः रामाय कृष्यति, ईर्ष्यति, द्रुह्यति, असूयति. अतः तत्र क्रोध क्रोधादीनां पात्रस्य चतुर्थी विभक्तिः तत्र यस्मै क्रोधः भवति तत्र अतः तत्र तत्र चतुर्थीविभक्तिरूपं कृष्णाय क्रुध्यति इति. हा अस्तु समीचीनं महोदय. अग्रे भिक्षुकः इति महोदय तत्र ईर्ष्यति असूयति द्वयोः किं भेदः महोदय? कोऽपि वदति वा? ईर्ष्या अपि असूयः असूयः ईर्ष्या इत्यस्य संस्कृतेन किं वदति ईर्ष्या इत्यनेन स्पर्धा जलसी इति यद् वदामः खलु जलसि उपरि अस्ति महोदय. जलसि जलसि इति प्रथमम् अस्ति, अनन्तरम् असूया. मत्सरः इत्युक्ते तत्र अधिकभावः अस्ति, तस्य वृद्धिः न पश्यन् शक्यते. तत् मत्सर्यं भवति अस्तु. किन्तु तत्र दृश्यति असूयति अपि कुप्यति क्रोधः अपि ईर्ष्यति अत्र. अतः ते एतेषां भावानां प्रयोगे तत्र चतुर्थीविभक्तिरूपं भवति इति अस्तु. रघुवीरान् अग्रे पठतु महोदय. महोदय, भिक्षुकः धनिकाय असूयति. हा, भिक्षुकः धनिकाय असूयति इति तत्र तत्र धनिकः भवति धनिकाय इति. अग्रे महोदय. तत्र दुर्जनः दुर्जनः सज्जनाभ्यां सज्जनः बहुवचनम् अस्ति महोदय. अभ्याम् इति तु द्विवचने भवति, अतः सज्जनेभ्यः अकारान्त दुर्जनः सज्जनेभ्यः क्रुध्यति. समीचीनम्. हा अस्तु. अग्रे वेदा भगिनि. कौरवाः पाण्डवाः ईष्यन्ति, कौरवाः पाण्डवेभ्यः ईष्यन्ति. समीचीनं भगिनि. हा अग्रे. महिषासुरः दुर्गायै द्रुह्यति. महिषासुरः दुर्गायै द्रुह्यति. समीचीनं. नकुलः सर्पाः असूयति, नकुलः सर्पेभ्यः असूयति. हा, सर्पेभ्यः असूयति. तत्र मया तु एतत् न अवगतं, तत्र कोऽपि जानाति वा? तत्र कथा अस्ति वा? किं नकुलः सर्पाः असूयति कथा किं वदामि? कोऽपि अथवा केवलं तत्र वाक्यं दत्तम् इति चिन्तनं मम चिन्तनमस्ति, किन्तु यदि कोऽपि अन्या यदि कथा अस्ति चेत् कृपया वदन्तु. अस्तु, अग्रे तत्र शुभदा भगिनी अग्रे वदति वा? महोदय, नकुलः इत्युक्ते मम मनसि भ्रमः आसीत्, धन्यवादः भगिनी. हा हा, सत्यं, तत्र नकुलः इति महाभारतस्य नकुलः न, किन्तु केवलं मोङ्गूस् इति. सत्यं, धन्यवादः भगिनी. हा, धन्यवादः. हा अस्तु, अग्रे गच्छामः. धन्यवादः भगिनी. अस्तु, तत्र अग्रे निर्धनाः धनिकाः ईर्ष्यन्ति, निर्धनाः धनिकेभ्यः ईर्ष्यन्ति. रावणः रामाय क्रुध्यति, राक्षसाः देवेभ्यः ईर्ष्यन्ति. ईर्ष्यन्ति, समीचीनम्. अतः तत्र यत्र भावस्य प्रकटनं भवति तत्र चतुर्थीविभक्तिरूपं भवति वाक्ये. तावदेव. अस्तु, समीचीनम्. अस्तु, अग्रे श्रीनिवास महोदय अग्रे पठति वा. यदोदाहरणं वदत. उदाहरणार्थं सैनिकाः किमर्थं युद्धं कुर्वन्ति? सैनिकाः देशरक्षणाय युद्धं कुर्वन्ति. कौरवाः पाण्डवाः किमर्थं कुरुक्षेत्रे समावेताः धर्मयुद्धार्थं? हा, समीचीनं महोदय. तत्र तत्र यत् भवान् उक्तवान् तत् समीचीनमेव. तत्र प्रश्नः अस्ति, किमर्थं किमर्थम् इत्युक्ते किं कारणम् इति, किं कारणम् इति. अतः तत्र वयं वदामः अत्र पठनार्थम् अथवा गमनार्थम् अथवा किमपि वदामः, किन्तु तत्र किम् उक्तमस्ति, यत्र किमर्थम् इति प्रश्नः अस्ति, तत्र एतदर्थम् इति उत्तरं भवति. अपि चतुर्थीविभक्तिरूपं तदपि उत्तर तादृशरूपम् अपि उत्तरे भवति. नाम सैनिकाः देशरक्षणार्थं युद्धं कुर्वन्ति इति वक्तुं शक्नुमः, किन्तु तस्मिन् स्थाने देशरक्षणाय युद्धं कुर्वन्ति तदपि वयं वक्तुं शक्नुमः. तत् कारणं तत्र चतुर्थीविभक्ति कारणं सूचयति, एतदर्थम् इति सूचयति. अतः तत्र कौरवः, इदानीं कौरवः पाण्डवः किम्? कौरवाः पाण्डवाः धर्मयुद्धाय कुरुक्षेत्रे समवेतः. अतः यद् भवान् चिन्तितवान् धर्मयुद्धार्थम् इति रूपं, तद् मनसि स्थापयित्वा तत्र युद्धार्थम् इति स्थाने युद्धाय इति वक्तव्यं, तावदेव, धर्मयुद्धाय इति. अस्तु, अग्रे. कृष्णः किमर्थं गीताम् उपदिष्टवान्? उद्बोधनम्. कृष्णः उद्बोधनाय गीताम् उपदिष्टवान्. समीचीनं महोदय, अग्रिममपि करोतु. पर्यटकाः किमर्थं भारतम् आगच्छन्ति? ज्ञानार्जनम्. पर्यटकाः ज्ञानार्जनाय भारतम् आगच्छन्ति. भारतम् आगच्छन्ति, समीचीनं महोदय. अस्तु, अग्रे लक्ष्मी भगिनी. अस्तु महोदय. सर्वे किमर्थं योगासनं कुर्वन्ति? सर्वे स्वास्थ्यवर्धनाय योगासनं कुर्वन्ति. भारतीयाः किमर्थं प्रार्थनां कुर्वन्ति? मानवकल्याणं. भारतीयाः मानवकल्याणाय प्रार्थनां कुर्वन्ति. नपुंसकलिङ्गं मानवकल्याणं. हा, समीचीनं भगिनी. मानवकल्याणाय कुर्वन्ति, समीचीनम्. अग्रे. आर्ताः किमर्थं देवं भजन्ति? आर्तिनाशः दुःखवारणम् नाशाय अथवा दुःखवारणाय देवं. आर्ताः आर्तिनाशनाय देवं भजन्ति. आर्ताः दुःखवारणाय देवं भजन्ति. अन्तिममपि करोतु भगिनि. मुनयः किमर्थं तपः कुर्वन्ति? मोक्षः. मुनयः मोक्षाय तपः कुर्वन्ति. मुनयः मोक्षाय तपः कुर्वन्ति. तत्र तपः इति तत्र नपुंसकलिङ्गपदम्, अतः तत्र रूपं तत्र तपः इति अस्ति. तत्र तपस् इति सकारान्तनपुंसकलिङ्गपदम् इति मन्ये. तत्र मनस् इति मनः इति तादृशरूपम्, अतः तत्र तपः इति कर्मपदम् अस्ति, किन्तु प्रथमाविभक्तिरूपम् इव दृश्यते नपुंसकलिङ्गपदम् अस्ति इति कृत्वा. अस्तु, तत्र अतः तत्र किमर्थं कारणं वक्तुमिच्छामः एतदर्थम् इति वक्तुमिच्छामः तस्मिन् स्थाने चतुर्थीविभक्ति अपि रूपं कृत्वा वक्तुं शक्नुमः. अस्तु, तर्हि अग्रे गच्छामः. समीचीनम् इदं महोदय, किमर्थम् इत्युक्ते कस्मै इदम् अपि अस्ति वा महोदय? न न न, कस्मै इति न, प्रश्नः अस्ति किमर्थम्. तत्र कस्मै इति तत् अस्तु अस्तु भगिनि, तत्र कस्य कृते इति तत्र तत्तु पूर्वं दृष्टवन्तः पेज् 153 मध्ये. तत् सः एव प्रथमः अभ्यासः अद्यतन. तत्र पुत्राय कुन्तम् आनयति, हा तादृशार्थे अपि भवति. अस्तु, तत्र अग्रे हा पूर्णेन्दु महोदय अग्रे पठति वा पेज् 156. हा, दुष्टकृष्टपदानि उपयुज्य भवन्तः किमर्थं भगवद्गीतां पठन्ति इति यथोदाहरणं वाक्यानि वदत. दुष्टकृतम् अस्ति ज्ञानं, सिद्धिः, आत्मविकासः, चित्तशुद्धिः, धर्मरक्षा, सन्तृप्तिः, सुखं, पुण्यार्जनं. तत्र अहं न जानामि किमर्थं तत्र. हा महोदय, किन्तु तत्र उदाहरणम् एकवारं पठतु. उदाहरणं किं दत्तमस्ति? उदाहरणम्, अहं ज्ञानार्थं भगवद्गीतां पठामि. ज्ञानं दत्तमस्ति ततः ज्ञानार्थं. हा, किन्तु तत्र अन्यत् रूपं किं भवति? अत्र ज्ञानार्थम् इति स्थाने इदानीमेव दृष्टवन्तः ज्ञानाय. हा, ज्ञानाय भगवद्गीतां पठामि इति. हा, इति तादृशवाक्यं वदतु महोदय. अत्र अत्र उपयुज्य सिद्धिः इकारान्तपदमस्ति. तत्र सिद्धये अहं सिद्धये भगवद्गीतां पठामि. समीचीनं महोदय. वंशीसुधा भगिनी, तादृशवाक्यं क्षम्यता महोदय, एकवारं वदतु महोदय. तत्र तादृशकोष्टके यत् पदमस्ति तत् उपयुज्य यानि पदानि दत्तानि सन्ति अहम् इति, तत्र भगवद्गीतां किमर्थं भवती पठति इति. ओ अस्तु, अहम् आत्मविकासाय भगवद्गीतां पठामि. समीचीनं. शोभा भगिनि. महोदय, शुद्धिः इति स्त्रीलिङ्गे अस्ति वा? शुद्धिः अथवा तत्र सिद्धिः इति चित्तशुद्धिः वा? चित्तशुद्धिः, चित्तशुद्धिः प्रायशः स्त्रीलिङ्गे. किन्तु भगिनि, अत्र अहम् एतत् सर्वदा करोमि, तत्र चिन्ता नास्ति, ह्रस्व इकारः अस्ति अतः हरिः शब्दवत्. हा, तत्र हरिशब्दवत् शुद्धये, शुद्धये अपि साधु एव. हा, साधु एव. अहं चित्तशुद्धये भगवद्गीतां पठामि. समीचीनं भगिनि. हा अस्तु, नरेश महोदय. धर्मरक्षा, अहं धर्मरक्षाय भगवद्गीतां पठामि. महोदय, धर्मरक्षा इति अस्ति. रक्षायै, धर्मरक्षायै भगवद्गीतां पठामि. समीचीनं महोदय. अस्तु, ललिता भगिनी. अहं संतृप्त्यै भगवद्गीतां पठामि. हा, समीचीनम् अस्ति. उषा भगिनी, स्त्रीलिङ्गपदम् अस्ति, स्त्रीलिङ्गपदम् अस्ति. उषा भगिनी अग्रे. समीचीनं भगिनी. हा, उषा भगिनी अग्रे. अहं सुखं सुखाय सुखाय भगवद्गीतां पठामि. भगवद्गीतां पठामि सुखार्थम् अपि च अहं सम्यक् उच्चारणार्थं भगवद्गीतां पठामि. हा समीचीनं भगिनि. अस्तु श्रीनिवास महोदय. किमर्थं भवान् भगवद्गीतां पठति इति? तत्र यद् दत्तमस्ति तद् उपयुज्य, नो चेत् तत्र चतुर्थीविभक्तिरूपम् उपयुज्य. ज्ञानार्थम् अथवा ज्ञानाय भगवद्गीतां पठामि. अस्तु समीचीनं महोदय. अस्तु शुभदा भगिनि. आं महोदय. अग्रे गच्छामि वा? न न न, एतत् तदेव तत्र वाक्यं वदतु भगिनि. अहं किमर्थं पुण्यार्जनमाय पुण्यार्जनाय भगवद्गीतां पठामि. हा समीचीनं भगिनि. अस्तु लक्ष्मी भगिनि. अहं धर्मरक्षाय. न न, धर्मरक्षा इति स्त्रीलिङ्गे अस्ति. धर्मरक्षायै भगवद्गीतां पठामि. समीचीनं भगिनि. अस्तु रघुवीरानन्दस्वामीजी. महोदय, अहं सन्तृप्तिः महोदय. हा अस्तु. अतः अहं सन्तृप्त्यै अथवा सन्तृप्तये महोदय, अहं सन्तृप्तये भगवद्गीतां पठामि. समीचीनं महोदय. वेदा भगिनी. सुखमा, अहं सुखाय भगवद्गीतां पठामि. हा अस्तु. मधुसूदन महोदय. अहं ज्ञानाय भगवद्गीतां पठामि. अस्तु समीचीनम्. अस्तु, अतः तत्र किमर्थम् इति भवति चेत् वयं जानीमः तत्र चतुर्थीविभक्तिरूपम् उत्तरे भवितुम् अर्हति इति. अस्तु तर्हि, अतः तत्र केवलं कल्पते इति अस्ति, तद् अग्रिमवर्गे कृत्वा तदनन्तरम् अव्ययानि इति विषयः भवति. अस्तु तर्हि, तत्र रघुवीरानन्दमहोदय तत्र शान्तिमन्त्रं वदति वा, तदनन्तरं विरमाम. आं महोदय. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिः शान्तिः शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय.